नमस्सर्वेभ्यः अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्. अस्माकं विषयः अस्ति तिङ् प्रत्ययस्थितिः इति द्वितीयभागः प्रवर्तमानः अस्ति. तत्र लङ्लकारस्य विषये चिन्तनम् आरब्धमासीत् गतवर्गे. इदानीं तत्र सूत्राणि एकवारं पठित्वा तदनन्तरं समग्ररीत्या चिन्तयामः एकवारं. तर्हि तत्र णित्सु लकारेषु त्रीणि सूत्राणि प्रसक्तानि भवन्ति इति वयम् अस्माभिः तत्र पूर्वमेव पठितं लोट् लकारस्य विषये. लोटो लङ्वत् इत्यत्र उक्तमासीत्, लोट् लकारः लङ्वत् भवति इति उक्तं. तर्हि लङ्वत् अस्ति चेत् कानि सूत्राणि प्रसक्तानि इति अस्माभिः तत्र पठितं, तानि सूत्राणि पठितानि पूर्वं. तानि एव अत्रापि प्रसक्तानि, यतोहि लङ् अपि नित् अस्ति खलु, अतः अत्रापि तानि प्रसक्तानि. कानि तानि इति चेत् इतश्च इति एकं सूत्रं, तस्थस्तमीपां तान्तन्तामः इति द्वितीयं सूत्रं, तदनन्तरं नित्यं नितः इति तृतीयं सूत्रम्. एतेषां त्रयाणां प्रसक्तिः लङि अपि भवति, लिङ्गि अपि भवति, विधिलिङ्गि अपि एतेषां प्रसक्तिः भवन्ति, यतोहि लिङ्गि अपि नित् अस्ति इति कृत्वा एतेषां सर्वेषां प्रसक्तिः भवन्ति इति अस्माकं मनसि अस्ति चेत् तत्र स्पष्टता जायते. तर्हि इदानीं तत्र तेषु सूत्रेषु प्रथममस्ति इतश्च, परिचितमेव, एकवारं झटिति पठित्वा अग्रे गन्तुं शक्नुमः. तर्हि अत्र अरविन्द महोदय पठति वा इतश्च? आं भगिनि. इतश्च ङित् लकारस्य स्थाने यः प्रस्मैपति ह्रस्व इकारान्तस्य तिङ्प्रत्ययः, तस्य अन्तस्य इकारस्य लोपो भवति. येन विधिस्तदन्तस्य इत्यनेन इकारान्तः इत्यर्थः. अलौन्त्यस्य इत्यनेन प्रत्ययस्य अन्तिमवर्णस्य इकारस्य लोपः, न तु पूर्णप्रत्ययस्य. इतः षष्ट्यन्तं च अव्ययपदं द्विपदमिदं सूत्रम्. इतश्च लोपः परस्मैपदेषु इत्यस्मात् लोपः परस्मैपदेषु इत्यनयोः अनुवृत्तिः. नित्यङ्यतः इत्यस्मात् ङितः इत्यस्य अनुवृत्तिः. लस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम्. ङितः लस्य इतः परस्मैपदस्य लोपः. तत्र इतश्च लो इति सूत्रं वदति प्रत्ययान्तस्य इकारस्य लोपो भवति ङित् प्रत्ययेषु परस्मैपदि प्रत्ययानाम् इति तथैव लस्य इति अधिकारस्य अस्ति कृत्वा तिप्तश्चि इति आदेशः भवति, यत्र भवति तस्मिन् परस्मैपदि धातूनां परस्मैपदि प्रत्ययानाम् इकारान्तस्य प्रत्ययानां लोपो भवति, इकारस्य लोप एव. भगिनि अहं मीना अस्मि भगिनि. नमस्कारः. नमस्कारः. नमस्कारः. समीचीनं महोदय, समीचीनम्. इतश्च इति सूत्रमस्ति. क्षम्यमां विलम्बेन आगच्छन्ति. नास्ति चिन्ता. तर्हि तत्र नित्लकारे अस्य सूत्रस्य कार्यमस्ति णित्सु लकारेषु परस्मैपदि ह्रस्व इकारान्त तिङ् प्रत्ययः अस्ति चेत् ह्रस्व इकारस्य लोपः भवति इति सूत्रार्थः. णितः लस्य इतः परस्मैपदस्य लोपः इत्युक्ते ह्रस्व इकारः आत्मनेपदिषु अस्ति वा? नास्ति. आत्मनेपदानां तेरे इति सूत्रेण न न आत्मनेपदानां तेरे इति सूत्रेण तत्तु भवतु, परन्तु मूलप्रत्ययेषु इकारः अस्ति वा? अस्ति. तर्हि कुत्र पठति भगिनि? करपत्रात् एव भगिनि, इतश्च इति सूत्रतः. एक शब्दं वदितुम् इच्छामि एकक्षणमात्र. अहं केवलम् इतश्च दृष्टवान्. तर्हि यतः परस्मै एक अव्यवस्था, तदनन्तरं नित् यत् लकारः लुङ् रिङ् लङ् सर्वलकारः इतश्च विधान भवति, अपि च मूलप्रत्ययः प्रकृतिप्रत्ययः केवलं तिप् अस्ति अथ त्रिप् आधारेण सः लन्त् अवशिष्यते तर्हि सर्वेषां लङ्लकारे किङ् यत् भवति स आयाति तः हलन्त किं वक्तुमिच्छति इति तत्र निप्सु लकारेषु अस्य कार्यमस्ति अतः सर्वत्र भवति तर्हि किं वक्तुमिच्छति अहं केवलं प्रयोजनं कृत्वा यदि लुग् अस्ति तर्हि इतश्च किमर्थं प्रयुक्तः यथा लृङ् अस्ति तर्हि निप्सु लकारेषु इत्यस्य अनुवृत्तिः अस्ति खलु नितः लस्य इत्युक्तं खलु नितः लस्य अतः नितः लस्य इत्युक्तत्वात् निप्सु लकारेषु सर्वत्र प्रसक्तिः अस्ति अस्य सूत्रस्य अतः लुङ्लकारे अपि अस्ति अस्य प्रसक्तिः सर्वत्र अस्ति लुङ्लकारे प्राप्तिः अस्ति वा इति भिन्नविषयः तत्र अन्यानि सूत्राणि कानि इति सर्वं विचिन्त्य लुङ् अथवा अन्येषु निप्सु लकारेषु तस्य प्राप्तिः अस्ति वा इति भिन्नविषयः भिन्नवार्ता अस्ति परन्तु इतश्च इत्यस्य तु अनुवृत्तिसहितसूत्रं पश्यामः चेत् नितः लस्य इतः परस्मैपदस्य लोपः इति उक्तं तर्हि नितः लस्य इति उक्तत्वात् निप्सु लकारेषु सर्वत्र अस्य कार्यं सम्यक् सर्वत्र इदानीम् आत्मनेपदी तत्र आत्मनेपदेषु ह्रस्वैकारः अस्ति वा कुत्रचित् प्रत्यान्तं नास्ति न वहिमहि प्रत्यान्तं नास्ति वा अनुबन्धलोपानन्तरं भवति अनुबन्धलोपानन्तरमेव सर्वत्र पश्यामः खलु अनुबन्धलोपानन्तरं ह्रस्वैकारः परस्मैपदीषु आत्मनेपदीषु अस्ति वा नास्ति वा इति प्रश्नः अस्ति वहिमहि कुत्र उत्तमपुरुष द्विवचनं बहुवचनं लक्ष्मीपत्र इत्युक्ते त्रिषु स्थलेषु इतश्च इत्यस्य कार्यं भवितुम् अर्हति आसीत् परन्तु सूत्रे परस्मैपदस्य इति वक्तव्यं तदर्थं परस्मैपदम् इति न वदति चेत् तर्हि आत्मनेपदेषु अपि तत्र त्रिषु स्थलेषु अस्ति तस्यापि लोपः भवितुम् अर्हति खलु अतः परस्मैपदम् इति उक्तम् अवगतं वा परस्मैपदस्य इत्यस्य अनुवृत्तेः आवश्यकता किमर्थम् इति चेत् आत्मनेपदेषु न भवेत् इति कृत्वा अस्तु तर्हि इदानीम् अग्रे उमा भगिनी अग्रे पठतु तत्सत्समुपां सान्तं तामः 3 4 1 8 1 यकारेषु एतेषां प्रत्ययानुष्ठाने क्रमेण तां तं त अम् एते आदेशाः तच्च हस्य निप् च तेषाम् इतरेतरद्वन्द्वः तत्स्थलिपः तेषां तत्स्थलिपाम् तां च तं च तश्च अं च तेषाम् इतरेतरद्वन्द्वः तान्तं तामः तत्स्थलिपां षष्ट्यन्तं तान्तं तामः प्रथमान्तं द्विपदमिदं सूत्रं नित्यं नितः इत्यस्मात् नितः इत्यस्य अनुवृत्तिः लस्य इत्यस्य अधिकारः अनुवृत्तिपूरितसूत्रं नितः लस्य तत्सत्समीपां सान्तं तामः पाणिनिसूत्रे तत् इति परस्मैपदी प्रत्ययेषु दत्तं तत्र निप्सु लकारेषु तत् लङ्लकारेषु आदिलिङ्लकारेषु एतेषां प्रत्ययानां स्थाने क्रमेण तां तं च अम् आदेशाः आगच्छन्ति. अत्र तश्च इदानीं दूरद्वन्द्वः षष्टिः षष्टिबहुवचनम् अनन्तरं तां च तं च तश्च अम् एतेषां त्रिद्वन्द्वः तान्तं तामः इति आदेशः आगच्छति. अत्र दस्य इति अधिकारः अण्ड् मितः इत्यस्य अनुवृत्तिः सो मितः दस्य तस्थस्थमित्वां तान्तं तामः इति पूर्णसूत्रम् अस्ति. अस्मिन् सूत्रे परस्मैपदम् इति न उक्तं, तस्य आवश्यकता अस्ति वा? परस्मैपदी न उक्तं, किन्तु आत्मनेपदी पाणिनिः अन्यानि अन्याः प्रत्ययाः दत्तं. तत्र भिन्नप्रत्ययाः सन्ति, तस् थस् थ मिप् इत्येते प्रत्ययाः न सन्ति तत्र आत्मनेपदेषु इति कृत्वा अनुवृत्तिसहितसूत्रे परस्मैपदेषु इत्यस्य आवश्यकता नास्ति. यद्यपि इदं सूत्रम् इतश्च इत्यस्य अनन्तरमेव अस्ति, तथापि अत्र परस्मैपदम् इत्यस्य अनुवृत्तेः आवश्यकता नास्ति. अस्तु, समीचीनम्. अत्र एतावता प्रश्नः अस्ति वा? सूत्रद्वयमपि परिचितमेव. अस्तु, समीचीनम्. अग्रे शोभा भगिनी. झोन्तः इति अग्रिमसूत्रं. प्रत्ययस्य झकार अवयवस्य स्थाने अन्तादेशः भवति. झः षष्ठ्यन्तम्, अन्तः प्रथमान्तं, द्विपदमिदं सूत्रम्. झकारे अन्त अवयवे च अकारः संयोजितः उच्चारणार्थम्. आयनेयीनीययः पडखचधां प्रत्ययादीनाम् इत्यस्मात् सूत्रात् प्रत्ययस्य इत्यस्य अनुवृत्तिः, अङ्गस्य इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रम् अङ्गस्य प्रत्ययस्य झः अन्तः इति. तत्र झोन्तः इति प्रत्ययस्य झकार अवयवस्य स्थाने अन्तादेशः भवति. अवयवः इति किम् इति चेत् तत्र झकारस्य अकारः अपि च झकारे अपि च अन्त् इति झा इति अन्त् इत्यनयोः अन्ते आ अकारः संयोजितः उच्चारणार्थं सौलभ्यार्थम्. अतः तत्र अवयव इति पदस्य उपयोगं कृतम्. अतः तत्र प्रत्ययस्य झकार अवयवस्य स्थाने अन्तादेशः भवति. तत्र झः इति सूत्र अनुवृत्तिः अस्ति अङ्गस्य प्रत्ययस्य झः अन्तः इति. झा भवति चेत् झः इति भवति इति मन्ये. अपि च तत्र किं झः इति षष्ट्यन्तम्, अन्तः इति प्रथमान्तं सूत्रे अस्ति. अपि च हा तत्र अनुवृत्तिः प्रत्ययस्य इति एकं सूत्रम् एतेन सूत्रेण आयनेयी नीययः फडखचदां प्रत्ययादीनाम् इति सूत्रेण आगतं. सूत्रस्य विवरणमस्ति, अपि च अङ्गस्य इति अधिकारे अस्ति. सूत्रस्य विवरणम् अङ्गस्य प्रत्ययस्य झः अन्तः इति. यत्र झः इति भवति मूलप्रत्ययेषु, अपि च अन्त इति भवत् झा अपि अन्त इति भवतः तत्र क्षणतां प्रत् अवयवस्य स्थाने अन्तादेशः भवति. यत्र झा इति भवति तत्र अन्त इति आदेशः भवति सूत्रस्य अर्थः इति. झ इत्यस्य प्रातिपदिकं किम् अत्र झ इति उक्तं खलु झः तत्र प्रातिपदिकं किं झ इति भवति इति मन्ये भगिनी तत्र अकारस्य योजनेन झ इति भवति झः इति ओ क्षमतां झ न प्रथमान्तं भवति तदा भवति चेत् झः इति भवति चेत् झकारः किल प्रातिपदिकं हलन्तं वा अदन्त अदन्तं वा तत्र अदन्तं नास् अदन्तमस्ति चेत् षष्ठ्यन्तं झः इति न भवितुम् अर्हति सत्यम् अतः तत्र जकारस्य अन्ते अकारः नास्ति हा अस्तु अस्तु अस्तु षष्ठ्यन्तमेव तत्र तत्र झकारे अन्त अन्त अवयवे च अकारः संयोजितः इति अस्ति किल भगिनि जकारे इति न स्यात् जकारः हलन्तः अस्ति खलु हलन्तप्रातिपदिकमस्ति चेदेव झ इति भवति यथा भवत् इति अस्ति चेत् भवतः सत्यं तर्हि जकारस्य अन्ते अकारः नास्ति झ इति एव अस्ति जकारः एव अस्ति तत्र झ इत्यस्य षष्ट्यन्तं झः इति अस्ति झः जः अन्तः इत्यत्र विसर्गसन्धिं कृत्वा झवन्तः इति उक्तम् परन्तु अन्त् इत्यस्य तत्र अकारः योजितः वा अन्त् इत्यस्य अकारः किमर्थं चेत् तत्र अन्तः अस्ति चेत् प्रथमान्तम् अन्तः इति भवति तत्र अन्तः सत्यम् अन्तः इत्यत्र अकारः योजितः परन्तु झ इत्यत्र अकारः नास्ति अस्तु किञ्चित् समीकरणीयमत्र करपत्रे तर्हि इदानीं वदतु तत्र झ इति उक्तं तर्हि झ इति हलन्तप्रातिपदिकम् अस्ति तर्हि झ इति उक्तत्वात् कुत्र कुत्र अस्य सूत्रस्य कार्यम् यत्र झ इति मूलप्रत्ययेषु भवति भवति तत्र तत्र यथा परस्मैपदी धातूनां मूलत्रिङ् प्रत्यया प्रत्ययाः प्रथमपुरुषे झि इति बहुवचने भवति यथा वयं दृष्टवन्तः अपि च तदनन्तरं झ इति कुत्रापि अन्येषु लकारेषु न भवति तत्र परस्मैपदी अन्येषु लकारेषु न भवति इति न वक्तुं क्षम्यतां मूलप्रत्ययेषु सर्वेषां परस्मैपदीधातूनां मूलतिङ्प्रत्ययः तत्र झि इति एव अस्ति प्रथमपुरुषे बहुवचने अस्तु तत्र तर्हि सर्वत्र भवति सर्वेषु लकारेषु भवितुम् अर्हति झोन्तः इत्यस्य कार्यं सर्वेषु लकारेषु भवितुम् अर्हति यदि अन्यत् सूत्रमस्ति चेत् भिन्नवार्ता परन्तु अस्य सूत्रस्य प्रसक्तिः तु सर्वत्र भवति तर्हि केवलं परस्मैपदेषु बहुवचने प्रथमपुरुषे बहुवचने एव अस्य प्रसक्तिः वा तत्र आत्मनेपदी धातु मूलप्रत्ययाः तत्रापि झ इति अस्ति प्रथमपुरुषे बहुवचने झ इति प्रत्ययः अस्ति झ इति प्रत्ययः ताम् झ इति तत्रापि तस्य प्रसक्तिः भवितुम् अर्हति किल सत्यं तत्रापि भवितुम् अर्हति तर्हि सर्वेषु परस्मैपदी लकारेषु अपि च आत्मनेपदी लकारेषु प्रत्ययेषु प्रत्ययेषु लकारेषु प्रत्ययेषु प्रत्ययेषु प्रत्ययेषु सत्यं तर्हि अतः परस्मैपदं किमपि न उक्तम् इति न उक्तं परस्मैपदी इति किमपि न उक्तं यतोहि अस्य सूत्रस्य प्रसक्तिः आत्मनेपदी अपि भवेत् परस्मैपदी अपि भवेत् इति विचिन्त्य अत्र परस्मैपदम् इति किमपि न उक्तम् अपि च इदं सूत्रं तु सप्तमाध्याये अस्ति अतः पूर्वस्मात् सूत्रात् परस्मैपदम् इति अस्य अनुवृत्तिः अपि न भवितुम् अर्हति अस्तु विनय महोदय केवलम् आत्मनेपदी सम्बन्धे वदामि ते इति अन्ते अन्ते कथं भवति अतः यदि टिसंज्ञा टिसंज्ञक अस्ति अचो अन्त्यादि टि तर्हि एव चित् आत्मनेपदानां भवति मम संशयः यत्र यत्र अहं पश्यन् प्रथमतया अचो अन्त्यादि टि तर्हि टिसंज्ञक तर्हि टि आत्मने पदनाम टेरे परन्तु अत्र टि संज्ञक कः मम प्रश्नः अत्र टि संज्ञकः इदानीं टि संज्ञकः विषयः इदानीम् अग्रे आयास्यति तदानीं पश्यामः किञ्चित् किञ्चित् अनन्तरम् आयाति आत्मनेपदीप्रत्ययः इति अस्मिन् करपत्रे एव आयाति तदानीं पश्यामः टि संज्ञकः कः इति इदानीं तत्र टि संज्ञकस्य वार्ता नास्ति खलु प्रसङ्गः नास्ति खलु तर्हि किञ्चित् अग्रे पश्यामः किञ्चित् अग्रे पश्यामः टि संज्ञकः इत्युक्ते कः कथं जानीमः इति अग्रे पश्यामः अस्तु भगिनी एकः प्रश्नः अस्ति छुटु अपि प्रसक्ति अस्ति वा अत्र झोन्त इत्यत्र हा वदतु भवती वदतु कुत्र प्रसक्तिः अस्ति झि आत्मनेपदी परस्मैपदी झ आत्मनेपदी चुटु प्रसक्ति अस्ति अस्ति अस्ति सत्यं ओ प्रतिषेधे परं कार्यम् इदं सूत्रं प्रवर्तते न न न न विप्रतिषेधे परं कार्यमिति नास्ति तत्र तत्तु प्राकृतिककार्यमस्ति खलु इत्संज्ञकसूत्राणि प्राकृतिककार्याणि इत्युक्ते प्रथमम् आदौ तेषां कार्यं प्रथमं भवति तर्हि इदानीं चुटु इत्यस्य कार्यं किमर्थं न भवति अत्र अहं न जानामि भवती जानाति पश्यतु अत्र चुटु इत्यस्य कार्यं भवति चेत् किं भवति प्रत्ययः झि इत्यत्र जकारस्य लोपः केवलम् इ इति अवशिष्यते इदानीम् इ इति अवशिष्यते चत्र तर्हि का गतिः भवति झोन्तः इति सूत्रस्य सूत्रं व्यर्थं भवति सूत्रं व्यर्थं भवति खलु अतः पाणिनीय अष्टाध्याय्याम् एकमपि सूत्रं व्यर्थं मा भूत् इति कृत्वा अत्र झुटु इत्यस्य कार्यं न भवति यतोहि साक्षात् पाणिनी झोन्तः इति उक्तत्वात् धन्यवादः समीचीनं समीचीनम् अस्तु इदानीम् अग्रे लक्ष्मीभगिनी अग्रे आं भगिनि नित्यं मितः मितः लकारस्य सकारान्त उत्तमपुरुषप्रत्ययस्य अन्त्यसकारः लोपः भवति येन विधिस्तदन्तस्य इत्यनेन सकारान्तः इत्यर्थः अलौन्त्यस्य इत्यनेन प्रत्ययस्य अन्तिमवर्णस्य सकारस्य लोपः न तु पूर्णप्रत्ययस्य नित्यं द्वितीयान्तं क्रियाविशेषणं नितः षष्ट्यन्तं द्विपदम् इदं सूत्रं सः उत्तमस्य इति सूत्रस्य पूर्णतया अनुवृत्तिः इतश्च लोपः परस्मैपदेषु इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः लस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं नितः लस्य सः उत्तमस्य नित्यं लोपः नित्यं लोपः क्षम्यता नित्यं नितः इति सूत्रं नित्सु लकारेषु तस्य प्रसक्तिः भवति नित्सु लकारेषु लस्य स्थाने यत्र उत्तमपुरुषप्रत्ययस्य सकारान्तः वर्तते तादृश अन्तिमसकारस्य लोपः भवति इति एतत् सूत्रं वदति तत्र सकारान्तः इत्यस्य अर्थः येन विधिस्तदन्तस्य इति सूत्रेण परिभाषासूत्रेण तस्य अर्थः भवति अनुवृत्तिसहितसूत्रं नितः लस्य सः उत्तमस्य नित्यं लोपः इति अस्ति तत्र सः इति सकारः इति नास्ति किन्तु सकारान्तः इति अर्थः भवति येन विधिस्तदन्तस्य इत्यनेन तत्र उत्तमस्य इति उत्तमप्रत्ययस्य उत्तमपुरुषप्रत्ययस्य इति अर्थः तत्र सकारान्तः प्रत्ययः अस्ति तत्र अन्तिमवर्णस्य एव लोपः इति अलोन्त्यस्य इति सूत्रेण परिभाषासूत्रेण तादृश अर्थः भवति तादृश नित्सुलकारेषु लस्य स्थाने उत्तमपुरुषप्रत्ययस्य सकारान्तस्य सकारस्य लोपः नित्यं भवति इति एतत् सूत्रं सूत्रस्य अर्थः. भगिनि आम् आं समीचीनं. तर्हि इदानीं वदतु, नितः लस्य सः उत्तमस्य नित्यं लोपः, अस्य प्रसक्तिः कुत्र कुत्र भवति? सर्वेषु नित्सु लकारेषु भवति. नितः इति अनुवृत्तिषष्ठसूत्रे अस्ति, अतः सर्वेषु नित्सु लकारेषु भवति. अपि च प्रत्ययः कुत्र, कीदृशप्रत्ययस्य प्रत्ययः? उत्तमपुरुषप्रत्ययः वस् मस् उत्तमपुरुष द्वितीय द्विवचने बहुवचने च. परस्मैपदि वा? परस्मैपदि आम्. सकारः अन्तिमसकारः भवति. आत्मनेपदेषु प्रत्ययः के? आत्मनेपदेषु प्रत्ययः ता तां झ था साधां ध्वम् इड्वहि महीं. तत्र था इत्यत्र सकारः अस्ति, किन्तु उत्तमपुरुषः नास्ति. समीचीनं. तर्हि आत्मनेपदेषु उत्तमपुरुषस्य इड्वहि महिङ् महिङ् इति, इड्वहि महिङ् इत्यत्र सकारः नास्ति खलु? सकारः नास्ति इति कृत्वा अस्य सूत्रस्य प्रसक्तिः केवलं परस्मैपदेषु एव भवति खलु? सत्यम्. अस्तु अस्तु, समीचीनम्. इदानीम् अग्रे किञ्चित् पठामः. अत्र गोमती भगिनी अग्रे पठति वा? पठामि भगिनि. अतः प्रश्नः उदेति यत् अस्मिन् सूत्रे नित्यं किमर्थम् उक्तम्? उत्तरमस्ति अस्माकम् अष्टाध्यायी सूत्रपाठे. पुस्तके पश्यतु, इदं सूत्रं तृतीय अध्यायस्य चतुर्थपादे नवनवतितमसूत्रं किल. तस्मात् पूर्वं तृतीय अध्याये चतुर्थपादे षड्नवतितमसूत्रे प्रथमं पदम् अस्ति वा वैतन्यत्र वा ऐतः अन्यत्र वा नाम विकल्पेन अग्रिमयोः द्वयोः सूत्रयोः अपि तस्य अनुवृत्तिः प्रवर्तमाना. अतः वा शब्दः अनयोः सूत्रयोः सप्तनवतितम अष्टनवतितम आगत्य उपविशति. अधुना अस्माकं सूत्रमस्ति नवनवतितमसूत्रम्. अस्मिन् सूत्रे यः सकारलोपः विहितः सः वैकल्पिकः नास्ति. अतः वा इति अनुवृत्तिं स्थगयितुं नित्यशब्दः अत्र प्रयुक्तः. नाम केवलम् अत्र कार्यं वैकल्पिकं नास्ति इति सूचयितुं नित्यम् इत्यस्य प्रयोगः कृतः. पूर्वं नित्यं नीतः इति सूत्रम् अस्ति. तत्र नित्यम् इति पदम् उपयुज्यः अस्ति. किमर्थं नित्यम् इति प्रश्नः. उत्तरं सूत्रपाठे अस्ति, अष्टाध्यायीसूत्रपाठे अस्ति. सूत्रपाठे पाठे तृतीयाध्याये चतुर्थपादे नित्यं गीतः सूत्रं तु नवनवतितमसूत्रं. तस्य पूर्वं सूत्रद्वयमस्ति, इतश्च लोपः परस्मैपदेषु, अनन्तरं सा उत्तमस्य इति द्वे सूत्रे अस्ति. द्वयोः सूत्रयोः वा इति अनुवृत्तिः अस्ति. अनन्तरं नित्यं नितः सूत्रम् अस्ति. अत्र वा इति मा भवेत् इति उक्तत्वेन नित्यम् इति पदम् उपयुज्यः अस्ति. नित्यं नितः इत्युक्ते वा न भवति इति वयं जानीमः, परन्तु अत्र अर्थः स्पष्टीकर्तुं, संशयरहितत्वेन स्पष्टीकर्तुं नित्यम् इति पदं योजितमस्ति. अतः कार्यं वैकल्पिकं नास्ति इति नित्यं पदं सूचयति. अस्ति वा भगिनी? सम्यक् सम्यक् तथैव पठामि इत्युक्ते एकक्षणं भगिनि तत्र एकवारम् अष्टाध्यायं पश्यामः पूर्वमपि दृष्टं खलु एकवारं हा पूर्व पूर्ववर्गे दृष्टं भगिनि एकसप्ततितमे पृष्ठे एकवारं पश्यामः तत्र पेज् 71 अष्टाध्यायम् इतश्च लोपः परस्मैपदेषु स उत्तमस्य तस्मात् पूर्वं तस्मात् पूर्वं वैतोऽन्यत्र वैतोऽन्यत्र वैतोऽन्यत्र इतश्च लोपः परस्मैपदेषु सः उत्तमस्य सर्वत्र इतश्च लोपपरस्मैपदेषु इत्यत्र वा इत्यस्य अनुवृत्तिः सः उत्तमस्य इत्यत्रापि वा इत्यस्य अनुवृत्तिः तर्हि नितः इत्येव सूत्रमासीत् चेत् तत्रापि वा इत्यस्य अनुवृत्तिः भवति वा इति संशयः तस्य निवारणार्थं स्पष्टीकरणार्थं नित्यम् इति योजितमस्ति अस्तु समीचीनम् अस्तु इदानीम् अग्रे मीना भगिनी अग्रे पठतु संयोगान्तस्य लोपः यस्य पदस्य अन्ते संयोगो अस्ति तस्य पदस्य अन्तिमवर्णस्य लोपो भवति अलोन्तस्य इत्यनेन अन्तिमवर्णस्य एव लोपः न तु पूर्णपदस्य संयोगः अन्ते अस्ति यस्य तत् संयोगान्तं बहुव्रीहिः तस्य संयोगान्तस्य संयोगान्तस्य षष्ट्यन्तं लोपः प्रथमान्तं द्विपदमिदं सूत्रं पदस्य इत्यस्य अधिकारः अनुवृत्तिः सहितसूत्रं संयोगान्तस्य पदस्य लोपः अत्र संयोगान्तस्य लोपः यदि द्विवर्णः हल् वर्णः सङ्कर्षः अस्ति चेत् मध्ये अच्वर्णः नास्ति चेत् संयोगमस्ति इत्युक्तं तस्य अन्तिमवर्णस्य लोपः इति वदति एतत् सूत्रं संयोगान्तस्य लोपः किमपि वदामि वा समीचीनं समीचीनं संयोगान्तस्य लोपः इति इदानीं वदतु संयोगान्तस्य लोपः इत्यत्र येन विधिस्तदन्तस्य इति सूत्रस्य प्रसक्तिः अस्ति वा इत्यस्य किमपि कार्यमस्ति वा तत्र येन विधिः ददन्तस्य इति सूत्रं वदति यत्र विधिः अस्ति तस्य अन्तिमवर्णस्य लोपः इति स्पष्टीकरोति परन्तु न येन विधिस्तदन्तस्य इति किं वदति अन्तिम येन विधिः अन्तिमवर्णस्य लोपः येन विधिः तदन्तस्य अलोन्तस्य इति अत्र सूत्रद्वयं भवति तत्र मिक्स् करोति अलोन्तस्य अपि च येन विधिः तदन्तस्य वा येन विधिः सदन्तस्य इति कुत्र कार्यं भवति अस्य येन विधिः सदन्तस्य इत्यस्य यत्र विधिः न यत्र विधिः अत्र विधिः संयोगान्तस्य लोपः इति विधिः तत्र यदि स्पष्टीकृतं न स्यात् तदा तत्र तस्मिन् समये येन विधिः साहाय्यं करोति किं स्पष्टी न कृतम् सूत्रे संयोगान्तस्य इति सूत्रे एव संयोगान्तस्य इति अन्तस्य इति षष्टिपदं स्पष्टीकृतं तत्र समीचीनम् इत्युक्ते अत्र येन विधिस्तदन्तस्य इत्यस्य आवश्यकता अस्ति वा इति चेत् नास्ति यत्र येन विधिस्तदन्तस्य इति सूत्रं कुत्र कार्यं भवति यत्र विशेषणविशेष्यभावः अस्ति यथा इकः अङ्गस्य इति वदामः चेत् इकः अङ्गस्य इति वदामः चेत् केवलम् इक् इति अङ्गं वा नो चेत् तादृश अङ्गं यस्य अन्ते इक् वा इति तादृशप्रश्नः भवति कुत्र इक् इत्युक्ते इक् इति वदामः चेत् केवलम् इति इक् इति एव वर्णः अङ्गम् इक् इति वर्णः एव अङ्गे अस्ति चेत् तादृश अङ्गं वा इति प्रश्नः यत्र उदेति तत्र येन विधिसदन्तस्य इति आगत्य वदति न न न न केवलम् इक् इति अङ्गं परन्तु तादृश अङ्गं यस्य अन्ते इक् अस्ति तस्यापि ग्रहणम् इति वदति अत्र तादृशपरिस्थितिः अस्ति वा इति प्रश्नः तत्र संयोगान्तस्य इत्येव तत्रैव स्पष्टीकृतम् अन्तिमवर्णस्य इति हा अत्र सूत्रे एव स्पष्टतया उक्तं संयोगान्तस्य लोपः इति उक्तत्वात् अत्र येन विधिसदन्तस्य इत्यस्य आवश्यकता नास्ति केवलम् अलोन्त्यस्य इत्यस्य एव आवश्यकता अस्ति संयोगान्तस्य पदस्य इति उक्तत्वात् सम्पूर्णपदस्य लोपः वा इति प्रश्नः उदेति संयोगान्तस्य पदस्य सम्पूर्णपदस्य लोपः भवति वा इति प्रश्नः उदेति तस्य उत्तरमस्ति अलोन्त्यस्य सम्पूर्णपदस्य नास्ति परन्तु अन्तिमवर्णस्य एव लोपः इति वयम् अवगन्तुं शक्नुमः खलु स्पष्टमस्ति वा स्पष्टं भगिनि अस्तु इदानीम् उषा भगिनी एकवारं वदतु अत्र अत्र येन विधिसदन्तस्य इत्यस्य प्रसक्तिः अस्ति वा इत्यस्य आवश्यकता अस्ति वा नास्ति वा अलौन्त्यस्य इत्यस्य कार्यं किम् संयोगान्तस्य लोपः अत्र सूत्रे येन विधिस्तदन्तस्य इत्यनेन परिभाषासूत्रस्य आवश्यकता नास्ति येन विधिस्तदन्तस्य इति सूत्रं विशेषणविशेष यत्र विशेषणविशेषभावः अस्ति तत्र एव प्रसक्तिः अस्ति अत्र संयोगान्तस्य लोपः संयोगान्तस्य विशेषणविशेषभावः अत्र अस्ति वा नास्ति भगिनि नास्ति वा नास्ति भगिनि संयोगान्तस्य पदस्य लोपः इति अनुवृत्तिसहितसूत्रम् अस्ति संयोगान्तस्य पदस्य अनयोः कीदृशभावः अदेव विशेषणविशेषभावः अस्ति भगिनि संयोगान्तस्य पदस्य दट् इस् अनुवृत्तिसहितसूत्रम् अत्र सूत्रे संयोगान्तस्य लोपः संयोगान्तस्य इति अन्तस्य इति उक्तत्वात् येन विधिस्तदन्तस्य इत्यनेन इत्यादि परिभाषासूत्रं सूत्रस्य प्रसक्तिः नास्ति अलोन्तस्य इत्यनेन अन्तिमवर्णस्य एव लोपः न तु पूर्णपदस्य इत्येव आवश्यकं पर्यायेन अलोन्तस्य इति परिभाषासूत्रस्य प्रसक्तिः अस्ति अलोन्तस्य परिभाषया अपवादाः अस्ति अनेकाचित् सर्वस्य ङिच्छ इति बट् अत्र अलोन्तस्य एव प्रसक्तिः अस्ति संयोगान्तस्य यत्र पदस्य अन्ते संयोगः अस्ति द्वयोः वर्णयोः मेलनम् अस्ति हलन्तवर्णाः हल् वर्णाः द्वयोः वर्णः अस्ति तिंशित् सर्वतादिकम् इत्यनेन पदं जायते पदं अनन्तरं किञ्चित् सर्वदातुकं नास्ति पदं केन सूत्रेण जायते यस्य पदस्य संयोगः अस्ति न अत्र तिंशित् सर्वदातुकम् इत्यनेन पदसंज्ञा भवति वा पदं जातं सुप्तिङ्गन्तं पदम् सुप्तिङ्गन्तं पदं पदं समीचीनं भवती अवगतवती हा इदानीं संयोगः अपि भवती उक्तवती संयोगः इति संज्ञा अस्ति अलोनन्तराः संयोगः इति अस्माभिः पूर्वं पठितं यदा हल् वर्णद्वयम् अस्ति तयोः संयोगः भवति मध्ये अच्वर्णः नास्ति चेत् अत्र एतदपि मया उक्तं वर्णद्वयस्य एव संयोगः वयं स्वीकर्तुं शक्नुमः त्रयाणां वर्णानां मिलित्वा संयोगः इति न वदामः वर्णद्वयं वर्णद्वयं स्वीकृत्य संयोगः अस्ति वा नास्ति वा इति पश्यामः अस्तु इदानीं संयोगान्तस्य पदस्य विशेषविशेष्यभावः अस्ति खलु अस्ति अस्ति विशेषविशेषणभावः अस्ति. पदस्य इति यद्यपि अनुवृत्तिः अस्ति तथापि विशेष्यमस्ति, संयोगान्तस्य इति विशेषणमस्ति, विशेषविशेषणभावः अस्ति. तर्हि येन विधिसदन्तस्य इत्यस्य इत्यस्य अत्र कार्यं भवितुम् अर्हति वा इति चेत् भवितुम् अर्हति, परन्तु येन विधिसदन्तस्य इति परिभाषासूत्रमस्ति. परिभाषासूत्रस्य आवश्यकता कुत्र भवति? यत्र अनियमः अस्ति, यत्र अव्यवस्था अस्ति तत्र स्पष्टीकरणार्थं परिभाषासूत्रम् आगच्छति. यत्र सर्वं स्पष्टमस्ति तत्र परिभाषायाः आवश्यकता नास्ति खलु. अत्र संयोगान्तस्य इति साक्षात् उक्तम्, अन्ते अस्ति चेदेव लोपः भवति इति उक्तं सूत्रे. अतः येन विधिसदन्तस्य इत्यस्य आवश्यकता नास्ति. अतः केवलम् अलोन्त्यस्य इत्यनेन अन्तिमवर्णस्य लोपः इति अत्र स्मर्तव्यं. किमर्थं केवलम् अलोन्त्यस्य इत्यस्यैव प्रसक्तिः अत्र, न तु येन विधिसदन्तस्य इति चिन्तयामः चेत् सूत्रे एव स्पष्टतया उक्तमस्ति. तर्हि इदानीं पाणिनिः केवलं संयोगः लोपः इति वदति चेत् पर्याप्तमासीत् वा? न, अन्तस्य अपि आवश्यकम्. अत्र येन विधिसदन्तस्य इति अस्ति खलु, तेन साधयितुं शक्यते खलु. अलोन्तस्य अपि स्वीकरणीयं भवति तदा. हा, स्वीकरणीयं भवति. तत्र पाणिनि साक्षात् संयोगः लोपः अन्तस्य इति पदमेव मास्तु, संयोगः लोपः तत्रैव लागवमस्ति खलु. संयोगः लोपः कुत्र भवति इति प्रश्नः भवति किल मध्ये अपि. न, तत्र येन विधिसदन्तस्य इति अस्ति खलु. संयोगं पदम्, संयोगं पदं लोपः इति अस्ति चेत् भवितुमर्हति वा? केवलं संयोगः अस्ति चेत् येन विधिस्तदन्तस्य कार्यं कर्तुं शक्यते. संयोग अन्तस्य इति उक्तत्वात् संयोगस्य स्तरे यदि अलोनन्तर इति पश्यते चेत् पदस्य हलवनन्तरस्य अन्तस्य लोपः इति. न न, इदानीं संयोगः, संयोगं पदं लोपः, संयोगस्य पदस्य लोपः इति अस्ति अनुवृत्तिसहितसूत्रम्. येन विधिसदन्तस्य इति इति स्वीकृत्य कथं वक्तुं शक्यते सूत्रार्थः? पदस्य संयोगः अस्ति चेत् सम्पूर्णपदस्य पूर्णपदं लोपः भवति. तदर्थम् अलोन्त्यस्य इति अस्ति. अलोन्त्यस्य इति इदानीं त्यजतु. अलोन्त्यस्य इत्यनेन अन्तिमवर्णस्य एव लोपः इति वयम् अवगच्छामः, तत्र क्लेशः नास्ति. अलोन्त्यस्य इदानीमपि कार्यं करोति. संयोगः लोपः इति सूत्रमस्ति चेदपि कार्यं कर्तुम् अर्हति. अतः अलोन्त्यस्य इत्यत्र क्लेशः नास्ति. इदानीं येन विधिस्तदन्तस्य इति सूत्रं स्वीकृत्य सूत्रार्थः कः इति मम प्रश्नः. अन्त इति न उक्तं चेत् देन् द्वयोः वर्णयोः अपि लोपः न नास्ति. न न, मम प्रश्नस्य उत्तरं वदतु. मम प्रश्नः कः? तत्र न न, एकक्षणं, पुनः वदामि, एकः एव वदतु. संयोगान्तस्य संयोगः लोपः इति सूत्रमस्ति चेत् येन विधिस्तदन्तस्य इत्यनेन सूत्रार्थः कः? अहं वदामि भगिनि. यः पदं संयोग अस्ति तत्पदम् अन्ते अस्ति एव येन विधिस्तदन्तस्य सूत्रं प्रसक्तम् अस्ति. न, एकवाक्येन वदतु. यत् पदं संयोगः अस्ति तत्पदं तत् संयोगः अन्ते अस्ति. अहं इत्युक्ते भवती किं वक्तुम् इच्छति चेत् इदानीं सूत्रार्थः यः अर्थः अस्ति सः एव अर्थः लभ्यते इति वदति खलु. आम् आम्, सूत्रस्य आवश्यकता अस्ति. येन विधिसदन्तस्य इत्यनेन संयोगान्तस्य पदस्य लोपः इति अर्थः सिद्ध्यति खलु. आम्, अस्तु. अन्यः अन्य कोऽपि किमपि वक्तुमिच्छति वा? वंशी भगिनी किं वक्तुमिच्छति? तत्र यदि संयोगः पदस्य इति वदामः चेत् तत्र कीदृशपदम् इत्युक्ते संयोगः इति पदम् एव स्वीकृतं भवति भगिनि. तत्र तु यत्र संयोगः इति अन्ते अस्ति, पदस्य अन्ते अस्ति, तत्रैव भवति. इत्युक्ते तस्य पदस्य एव ग्रहणं भवति, तत्र अर्थग्रहणं न भवति. यतोहि विशेषणविशेषभावः अस्ति. यदि वयं वदामः नित् लकारः इत्युक्ते नित्सु लकारेषु कीदृशलकारः इत्युक्ते नित् लकारः, तादृशमेव कीदृशपदम् इत्युक्ते संयोग इति शब्दः यः अस्ति तस्यैव ग्रहणं भवति. परन्तु संयोगः इति शब्दस्य ग्रहणं भवति यस्य अन्ते अपि भवितुम् अर्हति, अपि च स्वस्य अपि ग्रहणं भवति इति मम अवगमनम्. परन्तु तत्र हल् वर्णद्वयं पदरूपेण अस्ति वा? तादृश उदाहरणं कुत्रचित् अस्ति वा? हल् वर्णद्वयमेव पदरूपेण सुबन्धपदे तत् शब्दस्य द्वितीय एकवचनं प्रथम प्रथमभक्ति द्विवचनं सः तौ ते, तत्र तौ इति संयोगमस्ति न? सः तत्र सा और् विसर्ग न सा सकारस्य सकारस्य अकार अपि अस्ति. कुत्र अस्ति? तत्र अकारः अपि अस्ति खलु? अकारः अपि अस्ति. तादृशसंयोग केवलं वर्णद्वयमेव स्वीकृत्य तादृशपदं कुत्रापि नास्ति खलु? नास्ति, तत्तु सत्यं. परन्तु येन विधिस्तदं तदन्तस्य कार्यं करोति तत्र समानकार्यं न भवति इति मम अवगमनं. यतोहि तत्र समानकार्यं किमर्थं न भवति इति प्रतिपादयतु. न प्रतिपादितम् एतावत्. तत्र मम अवगमनं तत्र शब्दस्य एव ग्रहणं भवति, परन्तु अर्थस्य ग्रहणं न भवति. संयोगान्तस्य इत्युक्ते तत्र अर्थस्य ग्रहणं भवति वा नो चेत् शब्दस्य ग्रहणं भवति वा इति किञ्चित् संशयः अस्ति भगिनि तत्र. न, शब्दस्य ग्रहणम् अर्थस्य ग्रहणं किमर्थं शब्दस्य अर्थस्य ग्रहणम्? अत्र पदम् इति उक्तं खलु? समीचीनं. संयोगं पदम् इति उक्तं, तादृशपदम् इति अर्थः. तर्हि अर्थः शब्दः इति किमपि नास्ति अत्र. पदं यत्किमपि पदम्. अन्ते अपि भवितुम् अर्हति परन्तु न भवति भावः. तत्तु अस्ति न, संयोगः पदं संयोगस्य पदं. न किम् उमा भगिनी, किं न श्रूयते सम्यक्तया? वदतु, भवती कुत्र अस्ति? दूरवाण्याः दूरवाण्या समीपे आगच्छतु. दूरवाण्याः समीपे कार्यं करोमि. अपि श्रुणोति वा? शृणोमि वा, वदतु. येन विधि तदन्तस्य सूत्रे विशेषणविशेष्य शब्दस्य पदः अस्ति, किन्तु संयोगान्तस्य इति अत्र पदं नास्ति. द्वयोः हल्वर्णयोः एव योजित्य अस्वर्णम् अस्वर्णविना तु तत्र डिफ्रेन्स् अस्ति इति मन्ये. न बुद्धं भवती किं वक्तुमिच्छति इति न बुद्धम्. ओ, येन विधिसम्बन्धस्य सूत्रे अत्र विशेषविशेषभावतः पदरूपेण अस्ति भवतु, किन्तु संयोगान्तस्य इति चेत् अत्र द्वयोः हल्वर्णयोः मध्ये अच् विना अस्ति. सो अत्र न न पदस्य इति पदस्य इत्यस्य अनुवृत्तिः अस्ति, अतः उभयत्र पदमेव, तत्र क्लेशः नास्ति. उभयत्र पदमस्ति, पदस्य इत्यस्य अनुवृत्तिः अस्ति इति कृत्वा उभयत्र पदमेव. परन्तु संयोगः पदम् इति वदामः चेत् तत्र येन विधिस्तदन्तस्य इत्यनेन एव साक्षात् भवितुमर्हति, क्लेशः नास्ति. संयोगः पदम् इति वदामः चेत् संयोगान्तस्य तादृशपदं यस्य अन्ते संयोगः अस्ति इति एव अर्थः सिद्ध्यति. संयोगान्तस्य लोपः इति वद इति संयोगः लोपः इति वदति चेदपि सिद्ध्यति. परन्तु तथापि तत्र पाणिनि साक्षात् संयोगान्तस्य लोपः इति उक्तं, तत्र किमपि महत्त्वमस्ति वा इति गृहपटरूपेण चिन्तयन्तु. गृहपाठरूपेण चिन्तयन्तु, अग्रिमसप्ताहे तस्मिन् विषये इतोपि चर्चां कुर्मः. इदानीम् अग्रे गच्छेम. इदानीं सूत्रार्थः स्पष्टः खलु? कस्यचित् प्रश्नः अस्ति वा? संयोगान्तस्य लोपः इत्युक्ते तादृशपदं यस्य अन्ते संयोगः अस्ति. संयोगः इत्युक्ते तादृशपदं यस्य अन्ते हल् वर्णद्वयमस्ति. हल् वर्णद्वयमस्ति चेत् अन्तिमहल् वर्णस्य लोपः भवति इति सूत्रार्थः. अस्तु, इदानीम् अग्रे भगिनी, येन विशस्वदन्तस्य इति प्रत्यय एव प्रसक्तिः नास्ति फार् संयोग. किं प्रत्ययः? प्रत्ययेषु एव प्रसक्तिः वा? प्रत्ययः इति वर्तमाने प्रत्ययग्रहणं येन विशस्वदन्तस्य इति सूत्रे किमपि तथा न उक्तम्. अस्तु, अग्रे पठतु भवत्येव. ध्येयं देयं यत् अत्र इतश्च तस्तस्तमिपां तान्तं तामः इति द्वयोः सूत्रयोः प्रसक्तिः. विप्रतिषेधे परं कार्यं समानकाले तुल्यबले सूत्रे कार्यं कर्तुम् आयातः चेत् परसूत्रस्य कार्यं पूर्वं भवति. नाम परसूत्रं बलवत्. विप्रतिषेधे इत्युक्ते समानबलयोः सूत्रयोः सङ्घर्षः. भगिनि, दिस् वेर् इस् द टु स्टार् फार् दिस् ध्येयं यत् अत्र उपरि उपरि अस्ति. उपरि तत्र मिप् इति प्रत्ययः अस्ति खलु, मिप् संयोगः. ओके, मिप् इत्यत्र उक्तं मिप् अमादेशः इत्यनेन अम् इति लङ् प्रत्ययः निष्पन्नः. मिप् इत्यत्र कयोः सूत्रयोः प्रसक्तिः? मिप् इति लङ् लकारे इतश्च इत्यनेन ई लोपः प्रसक्तिः भवति. तस्थस्थमिपान् तान्तं तामः इत्यनेन मी स्थाने अम् आदेशः भवति. द्वयोः सूत्रयोः प्रसक्तिः भवति, प्राप्तिः नास्ति. तस्थस्थमिपां तान्तं तामः इति सूत्रं परसूत्रम् अस्ति. इतश्च कृते तस्थस्थमिपां तान्तं तामः इति परसूत्रम् अस्ति. तत्कारणात् मिप् मिप् स्थाने अम् आदेशः भवति. इतश्च तस्थस्थमिपान्तान्तमः द्वय प्रसक्तिः अस्ति. विप्रतिषेधे इतश्च तस्थस्थमिपां तान्तं तामः सूत्रद्वयं what do we say for that? not the first part of it. इत्युक्ते इदानीं वदतु, विप्रतिषेधे परं कार्यम् इति सूत्रस्य इति सूत्रार्थः कः? विप्रतिषेधे परं कार्यं तुल्यबलविरोधः अस्ति चेत् समानकाले तुल्यबले सूत्रप्रसक्तिः अस्ति चेत् कार्यं कर्तुम् आयातः चेत् तत्र तुल्यबलविरोधः अस्ति. तुल्यबलविरोधः अस्ति चेत् विप्रतिषेधे परं कार्यम् इत्यनेन परसूत्रस्य कार्यमेव बलवत् भवति. अत्र इतश्च तस्थस्थमिपां तान्तं तामः द्वयोः सूत्रद्वयं मिप् इति स्थाने इकारस्य स्थाने कार्यं कर्तुम् आयातः. तत्कारणात् इतश्च तस्थस्थमिपां तान्तं तामः इत्यनयोः सूत्रयोः तुल्यबलविरोधः अस्ति. तुल्यबलविरोधः अस्ति चेत् परसूत्रमेव कार्यं कर्तुं शक्यते इति विप्रतिषेधे. तुल्यबलविरोधः अस्ति इति कथं वदति? कथं जानाति तुल्यबलविरोधः अस्ति इति? तुल्यबलविरोधः इतश्च इति सूत्रं लब्धावकाशे परस् लब्धावकाशः अस्ति. सूत्रद्वयम् इतश्च इति सूत्रं ति न पि सि मि इत्यनेन इति सूत्र इति स्थलत्रयम् अपि कार्यं कर्तुं शक्यते. तस्थसमीपां तान् तन्तामः इति सूत्रम् अपि तस् प्रथमपुरुष बहु एकवचन द्विवचनं तिप् तस् प्रथमपुरुषद्विवचनं मध्यमपुरुषद्विवचनं मध्यमपुरुष बहुवचनं अपि कार्यं कर्तुं शक्यते. मिप् इति सूत्र मिप् इति स्थले एव इतश्च तस्थसमीपां तान्तन्तामः इति सूत्रद्वयं. एकक्षणम् एकक्षणम् एकक्षणं तस्थसमीपां तान्तन्तामः इत्यत्र अन्यत्र लब्धावकाशः कुत्र अस्ति? तत्तु भिन्नभिन्न भिन्नभिन्नकार्याणि सन्ति, अतः मिप् इत्यस्य अन्यत्र लब्धावकाशः नास्ति तत्र. तस्थसमीपं तान्तन्तामः तस्थसमीपं तान्तन्तामः इति सूत्रे बहूनि कार्याणि सन्ति खलु? आं भगिनि. आम् तर्हि एकस्य एकत्र कार्यं भवति चेत् तद् अन्यत्र लब्धावकाशः इति न वक्तुं शक्यते. यदि तस्य स्थाने ताम् इति आदेशः भवति चेत् तत्तु मिप् इत्यस्य कृते अन्यत्र लब्धावकाशः नास्ति. सर्वेषु ङित् लकारेषु आं तत्तु भगिनि. लङ् लिङ् लुङ् लृङ् एकक्षणम् इत्युक्ते तादृशं प्रदर्शनीयं यत्र इतश्च इत्यस्य कार्यं नास्ति. कुत्रचित् पृथक्तया स्वतन्त्रतया तादृशक्षेत्रं कुत्रचित् अस्ति वा मिप् स्थाने अम् आदेशार्थम्? अम् आदेशार्थं मिप् स्थाने लोटो लङ्वत् अपि भवति, देन् मेर्लिः कार्यं करोति. लोटो लङ्वत् इत्यत्र अम् इति आदेशः भवति वा तत्र? लोटो लङ्वत् इति स्थाने मी तस्थसमीपान् तान्तन्तामः सूत्रं प्रसक्तिः अस्ति चेत् देन् मिप् स्थाने अम् आदेशः भवितुम् अर्हति, प्राप्तिः नास्ति मेर्निः इति सूत्रेण. तर्हि अन्यत्र लब्धावकाशः नास्ति तत्र लोट्लकारे नास्ति अन्यत्र लब्धावकाशः. आम् तर्हि कुत्र अस्ति अन्यत्र लब्धावकाशः मिप् इत्यस्य स्थाने अम् आदेशार्थम्? इत्सुलकारेषु यत्र यत्र इतश्च इत्यस्य कार्यं भवितुम् अर्हति तत्र तत्र तस्थसमीपं तान्तन्तामः इत्यस्य अपि कार्यं भवितुम् अर्हति खलु मिप् इत्यस्य इत्यत्र? आं भगिनि. आम् सूत्रद्वयमपि प्रसक्तं. तर्हि मिप् इत्यस्य अम् आदेशः तस्य अन्यत्र लब्धावकाशः अस्ति वा? मिप् इति अम् आदेशः अन्यत्र लब्धावकाशः मिप् अन्यत्र लब्धावकाशः केन् थिङ्क् आफ् एनिथिङ्ग् भगिनि. नास्ति कुत्रापि नास्ति. नास्ति खलु? आं भगिनि, बट् विप्रतिषेधे परं कार्यं तुल्यबलविरोधे अस्ति चेत् एव कार्यं कर्तुं शक्यते. अत्र तुल्यबलविरोधः अस्ति वा नास्ति वा इति प्रश्नः. अत्र तुल्यबलविरोधः अस्ति वा नास्ति वा इति प्रश्नः. मिप् इत्यस्य अमादेशः नित्सुलकारेषु एव भवति. कुत्र अस्ति प्राप्तिः यत्र इतश्च इत्यस्य का प्रसक्तिः नास्ति इति तादृशस्थलं प्रदर्शनीयम्. तादृशस्थलं प्रदर्शयितुं शक्यते वा इति प्रश्नः. इति तदपि एकं गृहपाठं. तर्हि अत्र गृहपाठद्वयमस्ति अस्माकं कृते. सर्वे कृपया कुर्वन्तु, चिन्तयन्तु. संयोगान्तस्य लोपः इत्यत्र अन्तपदं किमर्थम् आवश्यकम्? अन्तपदम् आवश्यकं वा नास्ति वा? नास्ति चेत् किं भवति, क्लेशः अस्ति वा इति चिन्तयन्तु. द्वितीयगृहकार्यं तस्थसमीपां तान्तन्तामः इत्यत्र मिप् इत्यस्य अन्यत्र लब्धावकाशः अस्ति वा अम् आदेशार्थं. यदि अन्यत्र लब्धावकाशः अस्ति इति प्रदर्शयन्ति तदानीं विप्रतिषेधे परं कार्यम् इत्यनेन परं कार्यम् इति वक्तुं शक्यते. नो चेत् अत्र अपवादबलेन कार्यं करोति इति वक्तव्यं भवति. Mm. अवगतं खलु? चिन्तयन्तु, पाठद्वयमस्ति. अस्तु, अग्रे गच्छेम इदानीम्. अस्तु, सूर्यकुमारी भगिनी अग्रे. धन्यवादः भगिनि, पठतु अग्रे मूलम्. आम् आम्, मूलं परस्मैपदी विधिलिन् लकार भगिनि कुत्र अस्ति भवती? मूलं तिप्तस् झि सिप्तस्थ. आम्, तत्र तिप्तस् झि सिप्तस्थ मिप्वस् मस्. छुटु प्रत्ययस्य आदौ चावर्गीयः चकार. क्षम्यतां क्षम्यतां, भवती तत्र परस्मैपदे विधिलिङ्गकारस्य इत्युक्तं खलु? पठतु तत्रैव. आम् आम्, परस्मैपदे विधिलिङ्गकारस्य तिङ् प्रत्ययस्य प्रत्ययसिद्धिः. परस्मैपदे विधिलिङ्गकार तिङ् प्रत्ययसिद्धिः. मूलप्रत्ययः अस्ति परस्मैपदे तिप्तश्चि सिप्तश्च. क्षम्यतां भगिनि, अत्र क्षम्यतां क्षम्यताम्, अत्र अहं किं वक्तुम् इष्टवती इति चेत्, इदानीं समग्ररूपेण लङ् लकारे किं किं भवति इति एकवारं वदतु. हा भगिनि, समग्रचिन्तनं न कृतं खलु? समग्रचिन्तनं एकवारं कुर्मः. लङ् लकारे मूलप्रत्ययं स्वीकृत्य प्रत्येकस्मिन् प्रत्यये किं किं भवति, के के आदेशाः भवन्ति इति वदतु. हा भगिनि, थिङ्ग् थिङ्ग् मिप् थिप् एतच्च सूत्रेण ई लोपः भवति. हलन्त्यं तस्य लोपसूत्रेण पकारलोपः भवति. त एव तिष्ठति, तकार एव तिष्ठति. तस् मिपां तान्तन्तामः सूत्रेण ताम् आय तस्थाने ताम् आगच्छति, आदेशः भवति. झि झो अन्तः सूत्रेण अन् अन् आदेशः भवति, अन् आदेशः भवति. इकारलोपः भवति इतच्च सूत्रेण. सिप् ई लोपः भवति इतच्च, पकारलोपः भवति, अलन्त्यं तस्य लोपः न. तत्र अन्त् इत्यत्र किम्? इतश्च इत्यनेन इकारस्य लोपः इति उक्तं, झोन्तः इत्यनेन अन्तादेशः अन्तादेशः इतश्च लोपः चेत् चेत् तकारलोपः भवति, अन्नैव अवशिष्यते. अस्तु अग्रे. सिप् इकारलोपः इतच्च सूत्रेण, पकारलोपः अल्लन्तं तस्य लोपः, तस् तस् तस्थमितमितां सूत्रेण तम् आयति आदेशः भवति. स्थाने था आदेशः भवति तत्सूत्रेण. मिप् स्थाने अम् आदेशः भवति. वस्थाने नित्यं नितः सूत्रेण सकारलोपः भवति. उत्तमस्य नित्लकारेषु मस् अपि सकारलोपः भवति, मा एव अवशिष्यते. समीचीनं, बहु समीचीनं. सर्वेषां कृते तत्र लङ्लकारः स्पष्टः खलु? केवलं प्रश्नद्वयः द्वयमेव अत्र अवशिष्टम्. गृहपाठरूपेण कुर्वन्तु. एकः प्रश्नः, तत्र इतश्च तु इकारस्य लोपः करोति, परन्तु तस्थस्थमिपां तान्तं तामः तु मिप् स्थाने अम् आदेशः करोति. तत्र द्वयोः निमित्तं भिन्नः अस्ति न? तत्र एकं तु इकारस्य लोपः करोति, सङ्घर्षः किमर्थम् इत्युक्तौ प्रभाते तत्तु प्रभातकार्यं करोति, परन्तु मिप् इत्यत्र मिप् इत्यत्र तयोः सूत्रयोः प्रसक्तिः, एकस्मिन् सन्दर्भे तयोः सूत्रयोः प्रसक्तिः एकं तु इतश्च इति कार्यं तु करोति इतश्च तु प्रसक्तिः अस्ति नित्सुलकारेषु अस्ति तत् परस्मैपदीधातूनां कृते तत्र लोपः इकारस्य लोपः भवति एव तत् प्रभात्य तस्तस्समीपां तान्तं तामः इति कार्यं करोति परन्तु तत्र कीदृशं किञ्चित् चिन्तयामि तत्र तु इकारस्य लोपः एकं करोति तत्र द्वयोः कार्यं समानः नास्ति न तत्रैव मम प्रश्नः द्वयोः कार्यं समानं भवेत् इति नास्ति खलु सूत्रेषु कार्य समानं कार्यं कुत्रापि नास्ति खलु भिन्नभिन्नकार्याणि एव खलु भिन्नभिन्नकार्याणि समीचीनं परन्तु तदा तु इतश्च इति कार्यं करोति चेत् तदानीं तस्य समीपां तान्तं तामः इति कार्यं कर्तुं शक्नोति वा न कर्तुं शक्नोति अतः यद् यत् अतः एव तस्य अपवादभूतेन कार्यं करोति वा इति यतोहि तत्र व्यर्थं भवति न तत्र स्थाने तु व्यर्थं भवति इति प्रश्नः इति प्रश्नः अपवादबलेन कार्यं करोति वा विप्रतिषेधे परं कार्यम् इति भवति वा विप्रतिषेधे परं कार्यम् इति वदति चेत् तस्य अन्यत्र लब्धावकाशः कुत्र इति प्रदर्शयतु तावदेव अस्तु निप् इत्यस्य स्थाने अमादेशः अन्यत्र कुत्रचित् प्राप्तिः अस्ति इति प्रदर्शयति चेत् विप्रतिषेधे परं कार्यम् इत्यनेन अत्र लङ् लकारे अपि निप् स्थाने अमादेशः इति वयम् अङ्गीकर्तुं शक्नुमः परन्तु निप् स्थाने अमादेशः अन्यत्र कुत्रापि न लभ्यते यतोहि अन्यत्र सर्वत्रापि इतश्च इत्यस्य प्रसक्तिः भवति एवं चेत् अन्यत्र लब्धावकाशः कुत्र अस्ति कुत्रापि नास्ति इति मम विश्वासः पश्यन्तु इति अस्ति इति पश्यन्तु इति अस्माकम् अवगमनं सम्यक् अस्ति वा पश्यन्तु एकवारं कुत्र अस्ति अन्यत्र कुत्रचित् अस्ति रूपम् अस्ति खलु कथं द्रष्टुं शक्यते इति चेत् सर्वेषु लकारेषु रूपाणि सन्ति तर्हि कुत्रचित् अम् इति दृश्यते वा सिद्धरूपेषु कुत्रचित् अम् दृश्यते वा इति पश्यन्तु सर्वेषु लकारेषु कुत्रचित् अम् दृश्यते वा इति पश्यन्तु यदि अन्यत्र कुत्रचित् अम् न दृश्यते इत्युक्ते तत्र तस्थसमीपां तान्तं तामः इत्यनेन अम् न तु अन्येन सूत्रेण अम् समीचीनं तदेव अस्तु तदानीम् अन्यत्र लब्धावकाशः अस्ति इति स्वीकर्तुं शक्यते नो चेत् न अस्तु नो चेत् न समीचीनं चिन्तयामि इदानीम् अस्तु इदानीं अग्रे विनय महोदय पठति वा परस्मैपदे विधिलिङ्ग् लकारस्य विधिलिङ्ग् परस्मैपदे विधिलिङ्ग् लकारस्य तिङ् प्रत्ययः सिद्धिः मूलं तिप्तस्झि सिप्तस्थ दिक् वस् मस् चुटु प्रत्ययसम्बन्धे उपदेश प्रत्ययस्य आदौ च वर्गीयः च छ ज झ य अथवा टवर्गीय टठ डढ ण वर्णः भवति चेत् तस्य वर्णस्य इत्संज्ञा भवति यथा प्रत्ययस्ति णुवुल् णुवुल् वयं प्रायः जानीमः तर्हि भू स्थाने अक् अस्ति अत्र अन्यविषयः परन्तु यथा णुवुल् तथा भू अवशिष्यते अत्र नियमः विधिलिङ्गलकारस्थाने प्रथमनियम लङ्लकारस्य कृते अर्थ फ्रम् द पायिण्ट् आफ् व्यू ये त्रयः नियमः उक्तः ते नियमः सर्वेषु इन्सु लकारेषु उपयुक्तः त्रयः नियमः विधिलिङ्ग् नित्लकारः अस्ति अतः अत्रापि येषां त्रयाणां शक्तिः इतश्च इति ईलोपः तस्थस्थ इति तां तं त अम् एते आदेशः विपां समाने स्थाने अम् आदेशः नित्यं नितः इति वसि मसि च सकारलोपः अतः त्रयाणां त्रयाणां न त्रयः सूत्रः इतश्च तत्सस्थ अपि च नित्यं नितः प्रयुक्तः यत्र यत्र यत्र यत्र लकार नित्सु अस्ति अतः केवलं विधिलिङ्ग् नास्ति सर्वे लकारः यत्र नित् अस्ति तत्र अतः तत्र त्रयः सूत्रः प्रयुक्तः द्वयनियमः द्वयं नियमः झिस्थाने जुस् आदेशः झेस्थाने जुस् आदेशः झेर्जुस् अहं केवलं पठितवान् परन्तु जकारस्य इत्संज्ञा लोपः चः जकारस्य इत्संज्ञा लोपः चः अतः उस् अवशिष्यते उस् अवशिष्यते कोऽपि चिन्ता नास्ति तृतीयनियमः अस्मिन् लकारे प्रमुखं कार्यम् इदं यत् यासुट् आगमः अत्र विधिलिङ्गस्थाने परस्मैपदं यासुट् आगमः भवति प्रत्ययात् पाक् तत्र अनुबन्धलोपे यदि यास् इति शिष्यते अतः यास् अवशिष्यते कथं उच्चारणम् उकार अपि च चतुस्थाने ट इत्संज्ञक तदनन्तरं नियमः यदि अङ्गम् अदन्तं वयम् अदन्तम् अङ्गं सम्बन्धे केवलं वदामः तत्र यदि अदन्तं तर्हि तस्य याद् यासुदागमस्य स्थाने इय इति आदेशः इ आदेशः कथं भवति यथा केवलम् उदाहरणमस्ति यथा पठ् अस्ति पठ् भवादिगण शप् कारणेन अस्ति तर्हि यास् आयाति यास् प्रत्ययः अस्ति विधिलिङ्गसम्बन्धे परस्मैपदे प्रत्ययः अस्ति तदनन्तरं तु तर्हं त आयाति अतः पठ् इय स पठ् इति अङ्गं पठ् अङ्गं कोऽपि चिन्ता नास्ति तर्हि इत् इति सिद्ध तिङ् प्रत्यय भवति अतः निष्पन्नः निष्पन्नः पठेत भवति प्रथम प्रथम पठेत् पठतां पठे अहं केवलं स्मरणामि परन्तु कोऽपि चिन्तयामि पठेत् भवति प्रथमपुरुष एकवचन विधिलिङ्ग् स्थाने परस्मैपदी तदनन्तरम् अनदन्त अनन्तेषु इ आदेशः न भवति अतः यदि इ आदेशः न भवति तर्हि यथा चिदुयोगा यासयोगात् भवति चिन्यात् भवति परन्तु इ आदेशः न भवति एक प्रश्नः अस्ति अत्र अन्तरः कः यदि इ आदेशः भवति तर्हि य लोपव्योरवलिः आधारेण लोपः भवति परन्तु अत्र लोपव्योरबलिः आवश्यकता नास्ति अनदन्तस्थाने अनदन्तस्थाने चेनु गणसम्बन्धे स्वादिगण तदन् चतुर्थ नियमः अत्र यदा इ आदेशः भवति तदा वलादिषु प्रत्ययेषु परेषु यकार लोपः भवति अन्यनियमः यदि यदा इ आदेशः भवति तदा वलादिषु प्रत्ययेषु परेषु यकारलोपः भवति. अतः पठ योग एव योगात् पठेत् भवति. वयं जानीमः पठेत् कथं भवति. अजादिषु तु यथावत् अजादिषु यथावत् पठ एव योग उः पठेयुः भवति. पठेयुः बहुवचन प्रथमपुरुष पठेयुः भवति. वलादिषु पत्रेषु इदं कार्यं भवति नाम यकारं विहाय हलादिषु. अधः अपि वलादिः अजादिः इति प्रदर्श्यते. अग्रे पठामः भगिनि. समीचीनम् इति किञ्चित् चिन्तयामः. किं किं भवति इति एकवारं चिन्तयामः. धन्यवादः. इदानीं वांसी भगिनी आगच्छतु, वदतु. तत्र प्रथमम् अत्र विधिलिङ्ग् लकारे प्रथमं किं कार्यं भवति सर्वत्र? सर्वत्र तु प्रथमं अत्र यासूट् इति आगमः भवति. तत्तु अस्ति, परन्तु तत् प्रथमं भवति वा? तत्र प्रथमं कार्यम् इत्युक्ते तत्र प्रथमं भवति इत्युक्ते किम् इति चेत् तत्र सर्वेषु प्रत्ययेषु यासु आगमः भवति. अस्तु, तत्तु समीचीनं. सर्वेषु प्रत्ययेषु प्रथमं तत्र यासु आगमः भवति. किमर्थं प्रथमम् इति उक्तम् इति चेत् यासु आगमः प्रथमं भवति, परन्तु अदन्तम् अङ्गम् अदन्तम् अङ्गम् इत्युक्ते अदन्तम् अङ्गं केषु लकारे केषु गणेषु? प्रथमं भवादिगणे, द्विवादिगणे, तुदादिगणे, चुरादिगणे, चत्वार चतुर्षु गणेषु अङ्गम् अदन्तं. तत्र किं भवति इति चेत् यासूट् इति आगमस्य स्थाने इति आदेशः भवति. समीचीनम्. इय इति आदेशः भवति. अङ्गम् अदन्तं नास्ति चेत् यासुट् आगमः यथावत् तिष्ठति. समीचीनः. तत्र प्रथमम् अवगन्तव्यम्. अस्तु. इदानीम् इत्युक्ते तत्र यासुट् आगमः कुत्र भवति? यासुट विधिलिङ्ग् सर्वेषु भवति न? तत्र तु कुत्र भवति? अन्यनकारेषु किल? विधिलकारे यासुट् इति आदेशः वा आगमः वा? ओ, यासुट् आगमः अस्ति. धातुः न धातु न. इदानीं कस्य आगमः इति वक्तव्यम्. अस्तु, यासुट् आगमः कस्य आगमः? यासुट् अस्ति. तर्हि कस्य अस्तु? तत्र तु टित् आद्यन्तौ टकितौ इत्यनेन तत्र प्रत्ययात् पूर्वं भवति किल, तत्र यासुट् इति प्रत्ययस्य आदौ. इदानीम् अत्र सर्वाणि सूत्राणि यद् अस्माभिः एतावत् यानि सूत्राणि पठितानि तानि सर्वाणि सूत्राणि प्रत्ययसम्बन्धकार्याणि इति स्मर्तव्यं. प्रत्यय आदेशाः समीचीनं खलु? सर्वाणि सूत्राणि प्रत्यय आदेशः इति कृत्वा यासुट् आगमः इति अपि प्रत्ययस्य आगमः इति कृत्वा प्रत्ययस्य आदौ आयाति सर्वत्र. यास् योगः तिप्, यास् योगः तास्, यास् योगः झि, यास् योगः सिप्, यास् योगः थ, यास् योगः तस्, यास् योगः थ, यास् योगः मिप्, यास् योगः वस्, यास् योगः मस् इति. खलु? समीचीनम्. अङ्गम् अनदन्तम् अस्ति चेत् यास् इति यथावत् तिष्ठति, तस्य परिवर्तनं न भवति. अङ्गम् अदन्तं चतुर्षु गणेषु, द्वादिगणे, द्विवादिगणे, चुरादिगणे, तुदादिगणे, एतेषु गणेषु यास् यदा आगमः भवति तस्य स्थाने इय इति आदेशः भवति सर्वत्र इति प्रथमः विषयः. इदानीं प्रत्येकं प्रत्ययं स्वीकृत्य वदतु किं किं कार्यं भवितुमर्हति इति. अस्तु, प्रयत्नं करोमि. तत्र तु यासुट् इति आगमः भवति, तत्र या श्योकः ति इति भवति धातुतः. तदनन्तरं किं भवति यास्, तत्र तु इतस्य अपि कार्यं कर्तुम् अर्हति किल, तत् ति इत्यस्य इकारस्य लोपः भवति. अपि च यास् अपि प्रत्ययः अस्ति, तत्रापि सकारस्य लोपः भवति वा तत्र? इदानीम् एकं स्मर्तव्यं, यास् इत्यस्य परिवर्तनं कथं भवति इति अग्रे पश्यामः अनदन्ताङ्गानां विषये. इदानीम् अदन्ताङ्गानां विषये चिन्तनमस्ति, अतः यास् स्थाने इय इति आदेशः भवति इति स्वीकुर्वन्तु सर्वत्र. अस्तु भगिनि, तर्हि इय इति स्वीकुर्मः चेत् इययोगः तिप् ति तिप् इत्यस्मिन् पकारः लोपः भवति, इकारः इतस्य इति लोपः भवति, इययोगः तकारः अवशिष्यते. तत्र किमपि तत्र यकारः लोपः अपि भवति इति किल, तत्र यकारः यकारस्य लोपः लोपो व्योर्वलि इति सूत्रेण यकारस्य लोपः भवति वलि परे, त इति प्रत्ययः वल् अस्ति खलु, वल् प्रत्ययः. समीचीनम्. अतः य इत्यस्य लोपः, इदानीं सिद्धप्रत्ययः कः? इत् इति भवति, इकारः अपि च तकारः इत् इति भवति यकारस्य लोपः. इदानीं द्वितीयं मध्यमपुरुषे वदामि वा नो चेत् द्विवचनं वदामि? द्विवचनम् अस्तु. तर्हि तत्रापि यासुट् तदनन्तरं क्षम्यताम् इययोगः तत्र तस् अस्ति, इययोगः तस्थाने तस्थमिपां तां तं तामः इति कार्यं करोति इति चिन्तयामि, अतः इययोगः तां भवति. तदनन्तरम् अपि इय अकारः लोपः भवति, लोपो व्योर्वलि इति सूत्रं कार्यं करोति, यतोहि ताम् इत्यस्य तकारः पूर्वमस्ति, वल् प्रत्याहारस्थवर्णः अस्ति, अतः इताम् इति भवति, इयोगः ताम् इताम् इति भवति. समीचीनम्. इताम् अस्तु, तदपि बहुवचनरूपमस्ति. तत्र यासुट् इययोगः झि अस्ति, झि तत्र तु झि इत्यस्मिन् अन्ति नोन्तः जोन्तः कार्यं न करोति न, तत्र करोति वा जोन्तः न कार्यं? जोन्तः इत्यस्य प्रसक्तिः अस्ति, जोन्तः इत्यस्य प्रसक्तिः अस्ति, परन्तु अत्र विशेषसूत्रमेकमस्ति झेर्जुस्. अग्रे अस्ति झेर्जुस् इति सूत्रेण झी स्थाने जुस् आदेशः भवति, लिङ् लकारे एव भवति एतत् कार्यं. जुस् इति आदेशः लिङ् लकारे, विशिष्टसूत्रमस्ति. जकारस्य लोपः भवति इययोगः जुस् वा भगिनि, इययोगः जुस् वा? झि इत्यस्य स्थाने जुस् आदेशः भवति, जोन्तः इति सूत्रं प्रबाद्य जुस् आदेशः भवति. अस्तु, झि इत्यस्मिन् स्थाने जुस् इति आदेशः भवति, अतः तत्र जुस् इति प्रत्ययः अस्ति, जकारस्य लोपः भवति चुटु इति सूत्रेण, अतः इययोगः उस् इति अस्ति. तत्र उकारः वल् प्रत्याहारस्थवर्णः नास्ति, अतः यकारस्य लोपः न भवति, अतः युस् इति भवति, युस् इति भवति, परन्तु तत्र पठेयुः. अस्तु, तर्हि सकारस्य लोपः भवति, तत्र सकारस्य लोपः न, क्षम्यताम्, इयुः इति अस्ति किल, इयुः इत्यस्मिन् सकारस्य ससजुषोरुः इत्यनेन ऋत्वं भूत्वा, तदनन्तरं पदान्तस्य सकारस्य ऋत्वं भूत्वा, तदनन्तरं करवसानयोर्विसर्जनीयः इत्यनेन तत्र विसर्गः भवति, इयुः इति अन्तिमरूपं भवति भगिनि. समीचीनम्. इयुः इति अन्तिमरूपम् अस्ति. समीचीनम्. इदानीं द्विवचने, मध्यमपुरुषे एकवचनं, तत्र तु इययोगः सिप् अस्ति, तत्र तु इययोगः सिप् इत्यस्मिन् सिप् इत्यस्य स्पकारः सकारः इतश्च इति सूत्रेण इकारस्य लोपः भवति तत्र तत्र तु यकारः सकारः तु बल् प्रत्याहारस्य वर्णः अस्ति अतः यकारस्य लोपः भवति इस् इति भवति तदा तत्रापि ससजिशोरुः इत्यस्य कार्यं भवति अपि च करवसानयोर्विसर्जनीयस्य कार्यं भूत्वा इयः इति भवति क्षम्यतां मम उच्चारणदोषः अस्ति इहि इति अस्ति द्विवचनमस्ति तत्र इययोगः तस् अस्ति इययोगः थस् तस् तस् इत्यस्मिन् तत्रापि स्थ इति तत्रापि लोपः भवति किल लोपोर्वलि वल् वल् प्रत्याहारस्य वर्णः इयोगः थस् अस्ति इयोगः तस् इत्यस्य इत्थस् भवति वा इत्थस् रूपम् इतः क्षम्यतां तत्र क्षम्यतां तत्र तस्य समीपं प्रान्तं तामः इति कार्यं करोति अतः तत्र तत्स्थाने तम् इति आदेशः भवति अतः ईयोगः तं भवति इतम् इति रूपं भवति अन्तिमरूपं जानामि तत्रैव तत्र मम अस्तु तत्र बहुवचनरूपमस्ति तत्र तत्रापि तस्तस्तमिपां तान्तं तामः इति कार्यं करोति तत्र इययोगः थ इत्यस्मिन् थ इत्यस्मिन् स्थाने त इति आदेशः भवति अतः इत इति रूपं भवति भगिनि तत्रापि व्योपो लोपो व्योर्वलि इति कार्यं भूत्वा इत इति रूपं भवति तदनन्तरम् उत्तमपुरुषे इययोगः मिप् इत्यस्मिन् मिप् इत्यस्मिन् अपि तत् तस्य स्थापिपां तान्तं तामः इति कार्यं कृत्वा समीचीनं तत्र अम् आदेशः भवति समीचीनं तत्र लब्धावकाशः अस्ति तदेव अत्र इतश्च इति नास्ति वा अत्र इतश्च इति इतश्च इति कार्यं प्रसक्तिः अस्ति परन्तु तस्तु समीपं परसूत्र तत्र तत्र तस्मात् कारणात् तत्र अम् आदेशः भवति इययोगः अम् यकारः इदानीम् अमादेशः केन बलेन भवति इति वदतु परसूत्रत्वं भवति वा अपवादबलेन भवति वा इति चिन्तयतु अत्र उभयत्र लिङ्लकारे विधिलिङ्लकारे उभयत्र प्राप्तिः अस्ति इति जानीमः समीचीनं परन्तु केन बलेन इति चिन्तयतु अन्यत्र लब्धावकाशः अस्ति अतः कारणेन तत्र विप्रतिषेधे परं कार्यमिति कारणेन एव परसूत्रस्य बलं भवति अतः तस्य समीपां तान्तं तामः इति कार्यं करोति न इति चिन्तयतु चिन्तयित्वा वदतु किम् अस्ति चिन्तयित्वा वदतु इदानीं रूपं किम् इति वदतु तावदेव तत्र इययोगः अम् अस्ति यतोहि तस्य समीपं कार्यं कृत्वा तत्र मिप् स्थाने अम् आदेशः भवति इययोगः अम् तत्र इययोगः अम् इयमेव भवति न इयं भवति अस्तु इयं तत्र वस् इति स्थाने वस् इति स्थाने इययोगः वस् तत्र वस् इत्यस्मिन् लोपव्योर्वलि कार्यं करोति तत्रापि अतः इयोगः व इव भवति इव भवति भगिनि समानकार्यमेव भवति तत्र उत्तमपुरुषे बहुवचनपम् इमा इति भवति इययोगः मा इति भवति यकारः लोपः भूत्वा इमा इति भवति समीचीनम् इत्युक्ते आहत्य अत्र सर्वत्र पश्यामः चेत् यासुटागमः प्रथमं भवति तस्य स्थाने इय इति आदेशः भवति सर्वत्र अपि च यत्र यत्र हल् वर्णः अस्ति अत्र सर्वत्र यत्र हल् वर्णः अस्ति तत्र सर्वत्र लोपो व्योर्वलि इत्यनेन यकारस्य अपि इय इत्यस्य यकारस्य लोपः भवति तदनन्तरं तत्र नित्सुलकारेषु त्रीणि सूत्राणि प्रसक्तानि इतश्च तस्तस्समीपां तान्तं तामः अपि च नित्यं नितः इत्यस्य अपि कार्यं भवति सर्वत्र सकारस्य लोपः भवति इति एतानि सूत्राणि अत्र प्रसक्तानि. नूतनसूत्रं किम् इति चेत् यासुट् आगमस्य विषये नूतनं सूत्रं जेर् जूस् इति नूतनं सूत्रं. सूत्रद्वयं नूतनं सूत्रद्वयं नूतनं तत् अग्रे पठामः. जेर् जूस् वस्तुतः सूत्रत्रयं जेर् जूस् तर्हि जि स्थाने जूस् आदेशः. तदनन्तरं यासुट् परस्मैपदेषु उदात्तो निच्छ यासुट् परस्मैपदेषु उदात्तो निच्छ इति सूत्रेण यासुट् आगमः भवति विधिलिङ्लकारे लिङ्लकारे. अनन्तरम् अतो येयः इति सूत्रेण यासुट् स्थाने इय इति आदेशः भवति विधिलिङ्लकारे. तत् इय आदेशः अदन्तम् अङ्गमस्ति चेदेव भवति इय इति आदेशः भवति. अनदन्तम् अङ्गमस्ति चेत् इय इति आदेशः न भवति. तत्र सर्वत्र यासुट् इति एव तिष्ठति इति कृत्वा अत्र चि इति धातुः चिनु इति अङ्गम् अनदन्तम् अङ्गम् स्वादिगणे चिनु इति अङ्गम् अनदन्तम् अङ्गम् अतः चिनुयात् इति रूपमस्ति न तु अन्यत् किमपि. चिनेत् इति रूपं नास्ति तत्र अथवा किम् उस्थाने व चिन्वेत् इति नास्ति तत्र रूपं चिन्वेत् इति. तत्र त्रीणि सूत्राणि प्रसक्तानि इति अवगच्छामः. अपि च लोपो व्योर्वली इत्यपि नूतनमस्ति खलु अस्माकं कृते न पठितं पूर्वं. तर्हि आहत्य चत्वारि सूत्राणि जेर् जुस् यासुत् परस्मैपदेषु उदात्तो निच्च अतो येयः अनन्तरं लोपो व्योर्वलि इति चत्वारि सूत्राणि अत्र प्रसक्तानि नूतनसूत्राणि. निच्छु सर्वत्र निच्छु लकारेषु त्रीणि सूत्राणि वयं जानीमः. इतश्च तस्तस्समीपं तान्तन्तमः नित्यं नितः इति सर्वत्र निच्छु लकारेषु तस्य प्रसक्तिः इति तत्र विधिलिङ् लकारः. अधिकं जाटिल्यं नास्ति, जाटिल्यमेव भाति तावदेव इति. यथा इदानीं चिन्तितम् अस्माभिः तथा चिन्तयामः चेत् तत्र जाटिल्यं किमपि नास्ति. अवगतं खलु? अस्तु, तर्हि समयः अपि अतीतः, अत्र स्थगयामः. धन्यवादः, नमस्कारः. धन्यवादः. पाठं कुर्वन्तु कृपया. धन्यवादः भगिनि. धन्यवादः. धन्यवादः.